नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति तिङ् तिङ् प्रत्ययः सिद्धिः इति विषयः अनुवर्तते. तत्र गतवर्गे अस्माभिः लोट् लकारस्य सिद्धप्रत्ययस्य विषये चर्चितम्. तत्र अस्माभिः किं दृष्टम् इति चेत्, लोट् लकारस्य प्रसङ्गे तत्र केचन प्रत्ययादेशाः भवन्ति मूलप्रत्ययस्य स्थाने. मूलप्रत्ययः तु समानाः एव सर्वत्र, अष्टादश तिङ् प्रत्ययाः समानाः. मूलप्रत्ययस्य स्थाने केचन आदेशाः भवन्ति लोट्लकारस्य प्रसङ्गे. के ते आदेशाः इति चेत्, तत्र प्रथमम् एकं सूत्रमस्ति एरुः. एरुः इति सूत्रेण लोटः तस्य एहे उः. एहे इत्युक्ते इकारस्य स्थाने उकारादेशः भवति. तर्हि एरुः इत्यस्य कार्यं कुत्र भवति इति चेत्, तिप् इत्यत्र पकारस्य लोपानन्तरं ति इति अवशिष्यते. ति इत्यत्र इकारस्य उकारादेशः भूत्वा एरुः इति सूत्रेण तु इति सिद्धप्रत्ययः निष्पन्नः भवति. एवमेव अन्तु अन्तु इति प्रत्ययः सिद्धप्रत्ययः अस्ति. तत्रापि तत्र तिप् तस् झि इति प्रथमपुरुषे बहुवचने झि इति प्रत्ययः. तत्र प्रथमं तत्र झोन्तः इति सूत्रेण चकारस्य अन्त् आदेशः. तत्र इ इति अस्ति, झि इत्यत्र झकार उत्तरवर्ति इकारः. तत्र एरुः इति सूत्रेण उकारादेशः, अतः अन्तु इति सिद्धप्रत्ययः अस्ति. तर्हि एरुः इति एकं सूत्रमस्ति, तस्य कार्यं स्थलद्वये भवति. तत्पश्चात् यद्यपि एरुः इति सूत्रस्य कार्यं स्थलद्वये एव प्राप्तिः अस्ति, तिप् स्थले अपि प्रसक्तिः अस्ति, मिप् स्थले अपि प्रसक्तिः अस्ति. तथापि तत्र प्राप्तिः नास्ति, यतोहि बाधितं भवति. तत्पश्चात् अस्माभिः तत्र तस्तस्तमीपां तान्तन्तामः इति सूत्रमपि पठितम्. इदं सूत्रं नित्सुलकारेषु कार्यं करोति. भगिनी न श्रूयते? भगिनी न श्रूयते वा? भगिनी केवलं भवत्याः कृते भगिनि श्रूयते, केवलं किञ्चित् शनैः अस्ति. शनैः अस्ति, तर्हि पुनः आगच्छामि एकवारं. क्षम्यतां, तत्र किं जातम्. अधुना श्रूयते वा? हरि ओम्, श्रूयते वा? किञ्चित् सम्यक् अस्ति, श्रूयते भगिनि. किञ्चित् इतोपि पश्यामः भगिनि. अत्र एफ् सि सि मध्ये प्रायः क्लेशः अस्ति, अहं किमपि न कर्तुं शक्नोमि. पश्यामः, किमपि न श्रूयते चेत् तदानीं तत्र पश्यामः. इदानीं किञ्चित् श्रोतुम् अर्हति खलु? अस्तु भगिनि, तत्र वाल्यूम् किञ्चित् तत्र उपरि करोतु, तदानीं प्रायः श्रोतुम् अर्हन्ति. अस्तु, इदानीं तस्तस्समीपां तान्तन्तामः इति सूत्रम् अस्माभिः पठितम्. अत्र मुख्यवार्ता का इति चेत्, तस्तस्समीपां तान्तन्तामः इति सूत्रं किमर्थं लोट् लकारस्य विषये पठामः इति चेत्, यद्यपि सूत्रे तस्तस्समीपां तान्तन्तामः इति सूत्रस्य कार्यं नित्सु लकारेषु एव भवति. नित् लकारे तस् थस् त थ मिप् इत्यत्र तस् थस् त मिप् इत्यत्र ताम् तम् त अम् इत्येते आदेशाः भवन्ति नित्सु लकारेषु इति उक्तम्. तर्हि लोट् इति नित् नास्ति खलु, तर्हि किमर्थं तस्तस्समीपां तान्तन्तामः इति सूत्रस्य चिन्तनम् अत्र कुर्मः इति चेत्, तत्र यद्यपि लोट् लकारः यदा तत्र धातुतः यदा लोट् लकारः विहितः भवति, तदानीं लोट् लकारः टित् अस्ति. परन्तु लोट् लकारस्य स्थाने ये आदेशाः भवन्ति, तिप्तिबादयः ये आदेशाः भवन्ति, तेतिबादयः लोटो लङ्वत् इति सूत्रेण तेतिबादयः लङ्वत् भवन्ति. लङ्वत् भवन्ति, तर्हि इदानीं लङ्वत् अस्ति इति कृत्वा तत्र नित् अस्ति. लङ्वत् अस्ति इति कृत्वा नित् अस्ति तर्हि इदानीं लोट् लकारः नित् इव कार्यं करोति इति कृत्वा तस्य समीपान्तान्तामः इत्यस्य चिन्तनम् अत्र अर्हति यतोहि इदानीं नित् अस्ति अतः नित्सु लकारेषु इति कृत्वा इदानीं लोटि अपि तस्य प्राप्तिः अस्ति तर्हि तत्र तां तं त अम् इति आदेशाः भवितुम् अर्हन्ति वस्तुतः प्राप्तिः अपि अस्ति तां तस् इत्यत्र इत्यस्य स्थाने तां थस् इत्यस्य स्थाने तं थ इत्यस्य स्थाने थ अनन्तरम् अम् इत्यस्य स्थाने मिप् इत्यस्य स्थाने अम् इति आदेशः भवितुमर्हति मित् इत्यस्य स्थाने इतोपि किञ्चित् चिन्तनीयं परन्तु अन्यत्र सर्वत्र तु प्राप्तिः अस्ति यतोहि लोटो लङ्वत् इति उक्तं तदर्थम् अस्माभिः तत्र लोटो लङ्वत् इति अपि सूत्रं पठितं तर्हि लोटो लङ्वत् इति सूत्रे तत्र किम् उक्तम् इति चेत् लोट् लङ्वत् इति उक्तं तर्हि लङ्वत् इत्यत्र लङ्वत् इत्यत्र कीदृशप्रत्ययः अस्ति तत्र कोऽपि वदति वा मधुप्रत्ययः श्रूयते वा हा हा मतुप्रत्ययः इव अस्ति वस्तुतः मतुप्रत्ययः नास्ति वतिप्रत्ययः हा वतिप्रत्ययः अस्ति वतिप्रत्ययः तर्हि वदतु वतिप्रत्ययस्य विषये अव्ययमस्ति इति जानामि वत् इति प्रयोगेण तावदेव हा तर्हि लोटो लङ्वत् इत्यत्र तस्य विग्रहरूपेण वक्तुमिच्छामि चेत् तत्र कथं वदामः लोटो लोट्लकारः लङ् इव प्रवर्तते हा बहु सम्यक् लोट् लोट्लकारः लङ् इव अस्ति इति अस्ति खलु लङ् इव इव इति अस्ति खलु इव इत्यस्य एव इत्यस्मिन्नेव अर्थे वतिप्रत्ययः भवति अहं वदामि रामस्य गृहं रामस्य गृहं यादृशमस्ति तादृशमेव कृष्णस्य गृहं रामस्य गृहम् इव कृष्णस्य गृहम् अस्ति तत्र इव इति अस्ति तर्हि इव इत्यस्य स्थाने इदानीं वतु वतिप्रत्ययः योजयामः वतु वतिप्रत्ययं योजयामि चेत् तदानीं तत्र कथं भवति वाक्यं गुणवान् इति अपि वतुप्रत्ययसमानप्रत्ययं वा न न न न गुणवान् वतुप्रत्ययः वतुप् अस्ति तत्र अत्र वतिप्रत्ययः गृहवत् कृष्णस्य गृहं हा रा हा वदतु पुनः रामस्य गृहम् इव कृष्णस्य गृहम् अस्ति इति वदामि चेत् अत्र वतिप्रत्ययं योजयित्वा रामस्य गृहवत् कृष्णस्य गृहम् हा अत्र वस्तुतः कथं वदामः इति चेत् रामवत् रामस्य रामवत् पुनः वदतु वाक्यं कथमस्ति रामस्य गृहवत् कृष्णस्य गृहम् इति रामवत् कृष्णः इति तु भिन्न अर्थे भवति खलु भगिनि न तत्र सम्पूर्णतया वदतु यदि तत्र एकं भवति किम् उक्तवती वदतु पुनः रामस्य गृहवत् कृष्णस्य गृहम् रामस्य गृहवत् कृष्णस्य गृहमिति उक्तवती इदानीं भिन्नरीत्या इतोपि भिन्नरीत्या वदतु रामगृहवत् कृष्णगृहं कृष्णगृहं कृष्णस्य गृहं रामवत् एव बहु समीचीनं कृष्णस्य गृहं रामवत् इति वदामः कृष्णस्य गृहं रामवत् इत्युक्ते रामस्य गृहं यादृशमस्ति तादृशं कृष्णस्य गृहम् अतः रामवत् कृष्णस्य गृहम् इति वदामः रामवत् कृष्णस्य गृहम् इत्युक्ते तत्र गृहवत् इति वदनस्य आवश्यकता नास्ति रामवत् इत्युक्ते तत्र अर्थः तस्मिन् अन्तर्भूतः अस्ति वतिप्रत्ययेन अर्थः अन्तर्भूतः अस्ति अस्तु अतः रामवत् कृष्णस्य गृहम् इति वयं वदामः मृग मृगनयन तद्वत् मृगस्य नयन नयनं वत् तस्य नयनः अस्ति इति अर्थे मृगनयनं तद्वत् वा भगिनि कुत्र अस्ति तत्र तुलना तुलना यत्र तुलना अस्ति तत्र एव तत्र नयनयोः तुलनां कर्तुम् इच्छति खलु तर्हि तत्र पूर्वं किम् अस्ति मृगनयन न यदि कस्यापि लोचनः इति कस्य मृगवत् लोचनः मृगलोचनः इति यदि वदामः तत्र मृगस्य लोचनवत् लोचनः न तु मृगवत् इति कर्मधारये समासे अस्ति तदहं किम् इति विस्मृतवती तस्य नाम परन्तु तत्र सामान्यतया वदा वक्तुमिच्छति चेत् मृगवत् तस्य लोचनम् इति वदामः मृगवत् तस्य लोचनं मृगवत् रामस्य लोचनम् अथवा तत्र पद्मवत् रामस्य लोचनम् इति वदामः खलु तत्र तादृश तत्र इव प्रत्ययः अस्ति तर्हि अत्र अत्र सन्दर्भः कः इति चेत् लोटो लङ्वत् इत्यत्र एवमेव लोट् इव लङ् अस्ति इति वदनार्थं लङ्वत् लोट् इति वदामः तर्हि तत्र वतिप्रत्ययः अस्ति इति अवगच्छामः प्रथमतया वतिप्रत्ययः अस्ति क्षम्यतां भगिनि वदतु अनन्तरं पृच्छामि न उक्तं तावदेव वदतु हा तत्र वतुप् इति मतुप् प्रत्ययस्य अन्यः प्रभेदः अन्यः किं वदामि यत्र यत्र अकारान्तपदम् अस्ति तत्र वतुप् इति योजयामः यत्र अकारान्तशब्दः नास्ति तत्र मतुप् इति भवति किल तत्र भिन्नप्रत्ययः एषः प्रत्ययः एषः प्रत्ययः किमस्ति भगिनि वति वा अस्तु वति प्रत्ययः वति इत्यत्र इकारस्य इकारः उच्चारणार्थः वत् इति अवशिष्यते तत्र वतुप् इति वतुप् अपि भवितुम् अर्हति किल तत्र इव इति न न न न वतुप् इव अस्य अस्ति इति गुणम् अस्य अस्ति इति गुणवान् इति समीचीनं इति मतुप् अस्ति वती अपि तदितः एव परन्तु अर्थः भिन्नः अत्र अति तत्र तत्र साङ्कर्यं न कर्तव्यं तत्र भेदः अस्ति अर्थभेदः अस्ति उभयोः लङ्वत् इत्यत्र तुलना अस्ति लङ्वत् इत्यत्र तुलना अस्ति परन्तु वतु प्रत्ययः इत्यत्र तुलना नास्ति तत्र तुलना नास्ति गुणः गुणवान् इति वदति चेत् एकस्मिन् अधिकरणे गुणः अस्ति एकस्मिन् पुरुषे गुणः अस्ति इति तादृशः अर्थः तत्र विशेषणं भवति गुणवान् इति विशेषणमस्ति पुरुषस्य अस्तु इदानीं तावत् अवगच्छामः लोटो लङ्वत् इति अवगच्छामः तर्हि इदानीं तत्पश्चात् लोटो लङ्वत् इति उक्तम् इदानीं लोट् लकारः लङ् इव कार्यं करोति इति अवगच्छामः चेत् तर्हि तत्र लङ् लकारे कानि सूत्राणि कार्यं कुर्वन्ति इति पृच्छामः चेत् तत्र वयम् अस्माभिः दृष्टं गतवर्गे नित्यं नितः इति एकं सूत्रमस्ति तेन नित्सु लकारेषु उत्तमपुरुषस्य सकारस्य अन्त्यसकारस्य लोपः भवति इति उक्तं तदनन्तरं द्वितीयमस्ति तस्थसमीपां तान्तन्तामः इति सूत्रस्य प्रसक्तिः नित्सु लकारेषु भवति इति अपि ज्ञातं तत्पश्चात् इतश्च इति सूत्रेण नित् लकारे परस्मैपदी यः ह्रस्व इकारान्तः अस्ति तिङ् प्रत्ययः तस्य इकारस्य लोपः भवति यथा तत्र लङ्लकारे तिप् इति प्रत्ययः अस्ति तत्र लङ् इति नित् अस्ति तिप् इति प्रत्ययं स्वीकुर्मः चेत् तिप् इति प्रत्यये पकारस्य इत्संज्ञानन्तरं ति इति अवशिष्यते तत्र इतश्च इति सूत्रेण इकारस्य लोपः भवति तर्हि तकारः एव अवशिष्यते तदर्थम् अपठत् इति तत्र सिद्धप्रत्ययः केवलं तकारः तर्हि लङ्लकारेषु इतश्च इत्यस्य कार्यं भवति तत्र अपठत् इतश्च इत्यस्य कार्यम् यत्र यत्र इकारः अस्ति तत्र सर्वत्र भवति सित् इति प्रत्ययः अपि इतश्च इति सूत्रेण तत्र सकारः एव अवशिष्यते अतः अपटः तत्र सकारस्य ऋत्वविसर्गौ कृत्वा अपटः इति रूपमस्ति तर्हि इतश्च इति सूत्रं नित्सु लकारेषु कार्यं करोति अत्र लोट् लकारे अपि प्रसक्तिः अस्ति इति अवगच्छामः तत्पश्चात् सुजभ्यस्य विदिभ्यश्च इति अन्यत् सूत्रमस्ति. तत् सूत्रम् अपि लङ्लकार तत्र निःशुलकारेषु एव कार्यं करोति. सुजभ्यस्य विदिभ्यश्च इति सूत्रेण यत्र अङ्गम् अभ्यस्तसंज्ञकमस्ति, यथा जुहोत्यादिगणे अभ्यस्तसंज्ञक अङ्गमस्ति चेत् लङ्लकारे तत्र झी इति प्रत्ययस्य स्थाने प्रथमपुरुषे बहुवचने झी प्रत्ययस्य स्थाने जुस् इति आदेशः भवति. अतः अददुः अददुः तत्र सर्वत्र उः इति श्रूयते अभ्यस्तसंज्ञक अङ्गमस्ति चेत्. तर्हि जुहोत्यादिगणे एतादृशकार्यं वयं द्रष्टुं शक्नुमः लङ्लकारे प्रथमपुरुषे बहुवचने. एवमेव लङ्गः शाकटायनस्य इति सूत्रं किं वदति इति चेत् केवलं लङ्लकारे लङ्गः शाकटायनस्य इति सूत्रेण शाकटायनस्य इव इति सूत्रेण तत्र आकारान्तधातुः अस्ति चेत् तत्र झी स्थाने जुस् आदेशः भवति विकल्पेन इति सूत्रमस्ति. तर्हि लङ् शाकटायनस्यैव इत्यनेन लङ्गः शाकटायनस्यैव इत्यनेन लङ्लकारे इदं सूत्रं कार्यं करोति. तर्हि लोटो लङ्वत् इति उक्तत्वात् लङ् लोट् लकारे अपि कार्यम् अर्हति. तर्हि इदानीम् अत्र अस्माभिः पञ्चसूत्राणि दृष्टानि. तर्हि पञ्चसूत्राणि दृष्टानि, एतेषां सर्वेषां कार्यं लोट् लकारे भवितुम् अर्हति. तर्हि तत्र लोटो लङ्वत् इति उक्तत्वात् एतेषु पञ्चसु सूत्रेषु केषां वस्तुतः प्राप्तिः अस्ति इति चिन्तनीयम्. किमर्थं सर्वेषां प्राप्तिः न स्यात् इति चेत्, सर्वेषां प्राप्तिः यदि भवति चेत् तत्र कुत्रचित् अनिष्टरूप आपत्तिः भवति, इष्टरूपं न प्राप्नुमः. तदर्थम् अत्र क्रमेण वयं चिन्तयामः चेत् नित्यं नितः इति सूत्रस्य प्राप्तिः भवति, क्लेशः एव नास्ति. तर्हि तत्र वस् मस् इति उत्तमपुरुषे वस् मस् इत्यत्र सकारस्य लोपः भवति, क्लेशः नास्ति, प्राप्तिः अस्ति. अतः तत्र आव आम इति सिद्धप्रत्ययः भवति. हा, तदनन्तरं तस्थसमीपां तान्तन्तामः इत्यत्रापि क्लेशः नास्ति. तस् थस् च त्रिषु स्थलेषु तत्र तां तं त इत्येते आदेशाः भवन्ति, प्राप्तिः अस्ति, क्लेशः नास्ति. परन्तु मिप् इत्यत्र अम् इत्यस्य यद्यपि प्रसक्तिः अस्ति परन्तु तत् तद्बाधितं भवति मेर्निः इति भिन्नसूत्रेण. अतः तत्र भिन्नसूत्रेण बाधितमिति कृत्वा न भवति अम् इति आदेशः. इतश्च इति सूत्रं लोट् लकारे तस्य कार्यं न आवश्यकम् नास्ति. तर्हि तत्र किमपि तत्र तर्कः वक्तव्यः अस्ति, तत्र कः तर्कः इति अग्रे पश्यामः. परन्तु इतश्च इति सूत्रं यद्यपि प्रसक्तमस्ति लोट् लकारे, परन्तु तस्य कार्यं न आवश्यकम् अनावश्यकमस्ति. तदनन्तरं सिजप्यस्य विदिप्यस्य लङ्गः शाकटायनस्य इति अपि यद्यपि प्रसक्तमस्ति तथापि तस्य आवश्यकता नास्ति लोट् लकारे इष्टरूपप्राप्त्यर्थम् इष्टसिद्ध्यर्थम् एतेषां सूत्राणाम् आवश्यकता नास्ति. इतश्च सिजप्यस्य विदिभ्यश्च लङ्गः शाकटायनस्यैव. तर्हि तदर्थं किं वक्तुं शक्यते? सूत्रे तु लोटो लङ्वत् इति तावदेव उक्तं. तर्हि लङ्वत् अस्ति चेत् एतेषां सर्वेषां कार्यं स्यात् खलु इति प्रश्ने सति. एतेषां सर्वेषां कार्यं न इष्टं तत्र कानिचन सूत्राणि एव अत्र अर्हन्ति. तदर्थम् अत्र किम् उच्यते इति चेत् लोटो लङ्वत् इत्यत्र वतिप्रत्ययः प्रयुक्तः लङ्वत् इति. तर्हि लोट् लकारः लङ् इव अस्ति इति उक्तं, लङ् इव अस्ति इति उक्तत्वात् तत्र सर्वत्र लङ् इव अस्ति इति तत्र नित्यरूपेण स्वीकर्तुं न शक्नुमः. इत्युक्ते यत्र यत्र आवश्यकं तत्र वयं लङ्वत् अस्ति इति वयं स्वीकुर्मः, यत्र न आवश्यकं तत्र लङ्वत् अस्ति इति न स्वीकुर्मः. तदर्थमेव तत्र उक्तमस्ति वतिप्रत्ययः यत्र प्रयुक्तः अस्ति तत्र नित्यं नास्ति. यदि कोऽपि वदति बालकः सिंहवत् अस्ति इति वदामः चेत् तदानीं सर्वदा बालकः सिंह इव एव अस्ति वा इति चेत् तत्र तस्मिन् केचन गुणाः सन्ति इति कृत्वा सः सिंहवत् अस्ति इति वदामः, परन्तु सर्वदा तथा एव अस्ति वा इति चेत् न, सर्वदा तथा नास्ति. तत्र तत्र कदाचित् सः तादृशम् अस्ति, कदाचित् तत्र सर्वदा तादृश तादृश तत्र गुणान् वयं न पश्यामः, सर्वदा न पश्यामः. तदर्थम् अत्र किम् उक्तम् इति चेत् यत्र वतिप्रत्ययः अस्ति, वतिप्रत्ययं प्रयुज्य पदं यदा भवति, यथा लङ्वत् इति पदम् अस्ति, तत्र अनित्यम् इति वदन्ति. अनित्यम् इति प्रसिद्धवाक्यं, वतिपदघटितम् अनित्यम् इति वदति. अनित्यम् इत्युक्ते सर्वदा वयं न स्वीकर्तुं शक्नुमः, यत्र इष्टं तत्र स्वीकुर्मः इति तादृशतर्करूपेण अत्र यद्यपि पञ्चसूत्राणि प्रसक्तानि, वतिप्रत्ययः अनित्यमिति कृत्वा यत्र इतश्च सजभ्यश्च विधिभ्यश्च लङ्घः शाकटायनस्येव इति अत्र इत्यत्र एतेषु त्रिषु स्थलेषु न आवश्यकम् इति कृत्वा तेषां कार्यं न स्वीकुर्मः इति एकः तर्कः अस्ति. द्वितीयः तर्कः कः इति चेत्, अस्तु वतिपदघटितम् अनित्यम् इति तद् न स्वीकुर्मः, अत्र अन्यः तर्कः कः इति चेत्, अत्र लङ्घः शाकटायनस्य अपि च सिजभ्यस्य विधिभ्यश्च इत्यस्मात् सूत्रात् पूर्वं विदो लटो वा इति एकं सूत्रमस्ति. श्रूयते खलु? अस्तु, तत्र विदो लटो वा इति एकं सूत्रमस्ति. तस्मात् सूत्रात् वा इति पदं वयम् अनुवृत्तिरूपेण स्वीकृत्य सिजभ्यस्य विधिभ्यश्च अपि च लङ्घः शाकटायनस्येव इत्यत्र वा इति पदम् अनुवृत्तिरूपेण स्वीकुर्मः. तर्हि इदानीं सिजभ्यस्य विधिभ्यश्च इति सूत्रे अभ्यससंज्ञक अङ्गस्य झि प्रत्ययस्य स्थाने जुस् आदेशः विकल्पेन भवतु इति वयं वदामः. लङ्घः शाकटायनस्य इत्यत्र तत्र वस्तुतः तत्र शाकटायनस्येव इति उक्तत्वात् तत्र विकल्पेन एव अस्ति, तत्र वास्तवरूपेण विकल्पेन एव अस्ति, अतः पुनः वा इत्यस्य आवश्यकता नास्ति तत्र. अतः अनयोः सूत्रयोः सिजभ्यस्य विधिभ्यश्च अपि च लङ्घः शाकटायनस्य विकल्पेन भवति इति कृत्वा लोटे तस्य प्रसक्तिः मास्तु, विकल्पेन एव खलु, तत्र लोट्लकारे तस्य आवश्यकता नास्ति इति कृत्वा वयं त्यजामः इति रीत्या तादृशतर्केण वयं वक्तुं शक्नुमः सिजभ्यस्य विधिभ्यश्च अपि च लङ्घः शाकटायनस्येव अनयोः सूत्रयोः कार्यं लोट्लकारे न भवति. एकं वदामि तदनन्तरं पृच्छतु. इतश्च इति सूत्रम् इदानीम् इतश्च इति सूत्रस्य तत्र किं कः तर्कः इति चेत्, तत्र एवमेव तत्र इतश्च इति सूत्रं वस्तुतः इतश्च इत्यनेन इकारस्य लोपः भवति इति उक्तं, परन्तु इतश्च इति सूत्रं वस्तुतः एरुः इति सूत्रेण बाधितं भवति, यतोहि एरुः इति सूत्रं केवलं लोट्लकारे एव कार्यं करोति. एरुः इति सूत्रं केवलं लोट्लकारे कार्यं करोति. तर्हि यदि इतश्च इत्यस्य एव कार्यं लोट्लकारे भवति चेत् एरुः इत्यस्य अवसरः अन्यत्र कुत्रापि न भवति इति कृत्वा अपवादबलेन एरुः इत्यस्य प्राप्तिः भवति, अतः इतश्च इत्यस्य इति बाधितम् अस्ति, अतः तत्र क्लेशः नास्ति. परन्तु सिजभ्यस्य विधिभ्यश्च अपि च लङ्घः शाकटायनस्य इत्यत्र कः तर्कः इति चेत् अनुवृत्तिः इति वदामः, नो चेत् तत्र वतिपदघटितम् अनित्यम् इति स्वीकृत्य अनयोः कार्यं लोट्लकारे न भवति, न अपेक्षते इति वदति, अतः तस्य कार्यस्य प्रसक्तिः नास्ति इति वयं वदामः. अस्तु, इदानीं पृच्छतु. लङ्घशाकटायनस्य सूत्रं किं करोति भगिनि? किं करोति इति चेत्, आकारान्तधातुः अस्ति, तस्य साक्षात् अनन्तरं झि इति प्रत्ययस्य स्थाने जुस् आदेशः भवति. वा इति धातुः अदादिगणीयधातुः अस्ति खलु, वा धातुः. वा धातोः लङ्लकारे लङ्लकारे प्रथमपुरुषे बहुवचनान्तरूपं किम्? अवायोगः उः. जेर् जुस् भवति तत्र? न, तत्र जेर् जुस् नास्ति, जेर् जुस् लिङ्लकारे एव भवति, तत्र लङ्लकारे नास्ति. लङ्लकारे अवा इति अङ्गमस्ति, अवायोगः झी इति प्रत्ययः, झी प्रत्ययस्य स्थाने जुस् आदेशः, अवायोगः जुस्, अवायोगः उस्, तत्र उस्य पदान्तात् इति एकम् अन्यत् सूत्रम् अग्रे पठामः, उस्य पदान्तात् इत्यनेन पररूपादेशः भवति, अतः अवावुः, अवावुः इति रूपं तत्र विकल्पेन भवति, अवावुः नो चेत् अवावन्, अवान् इति अस्ति, अवान् अन् इति प्रत्ययः भवति नो चेत्. अस्तु, इदानीम् अन्तिमपरिच्छेदम् एकवारं पठित्वा अग्रे गच्छामः. भगिनि एकः प्रश्नः अस्ति, सिजभ्यश्चविभ्यश्च अहं न अवगतं भगिनि. हा, सिजभ्यस्य विधिभ्यश्च इति सूत्रं किं वदति इति चेत्, सिच् इति प्रत्ययः लुङ् लकारे अस्ति, तत् त्यजामः इदानीम् अनावश्यकं. विद् धातुः इति अपि अनावश्यकम्. अभ्यस्तसंज्ञक अङ्गम् इति जानीमः खलु, अभ्यस्तसंज्ञक अङ्गम्, अभ्यस्तसंज्ञक अङ्गम् अस्ति चेत् अभ्यस्तसंज्ञक अङ्गं कुत्र भवति? यत्र द्वित्वं भवति. कुत्र द्वित्वं भवति? ज्योत्यादिगणे द्वित्वं भवति खलु. तर्हि तत्र ज्योत्यादिगणे यत्र धातोः द्वित्वं भवति तत्र अभ्यस्तसंज्ञा भवति. तादृशधातोः जी प्रत्ययस्य लङ् लकारे जुस् आदेशः भवति. मित्सु लकारेषु भवति इत्युक्तं, लङ् लकारं स्वीकुर्मः, लङ् लकारे जुस् आदेशः भवति इति सूत्रं वदति, सिजभ्यस्य विधिभ्यश्च इति. यदि एतस्य कार्यं लोट् लकारे अपि भवति चेत् तर्हि तत्र अनिष्टरूपम् आगच्छति. तत्र जुस् आदेशः भवति, वस्तुतः सिद्धप्रत्ययः अन्तु इति भवेत्, न तु उस् खलु, अन्तु इति भवेत् न तु उस्. यदि उस् इति भवति चेत् तत्र भव इति तत्र भूधातुं स्वीकृत्य पश्यामः चेत् भव इति अङ्गम् अस्ति, भवयोगः उस् इति अस्ति चेत् बहुः इति अनिष्टरूपं भवति. बहुः अस्माकम् इष्टरूपं किं तत्र लोट्लकारे बहुवचने? बहुवचने भवतु. हा, भवतु इति इष्टरूपमस्ति खलु, अतः भवतु इति प्राप्त्यर्थं सृजभ्यस्य विधिभ्यस्य इति सूत्रं मास्तु इति वदामः. धन्यवादः भगिनि. अस्तु, इदानीं विजयलक्ष्मी भगिनी भवत्येव अन्तिमपरिच्छेदम् एकवारं पठतु, पठित्वा वदतु. भगिनी कश्चन प्रश्नः, भगिनी कश्चन प्रश्नः, अत्र विद्धातु इति किमर्थं पृथक्तया दत्तं? केवलं विद्धातुभ्यः एव एतादृशं भवति वा? विद्धातुः ज्योत्यादिगणे नास्ति. ज्योत्यादिगणे अस्ति चेत् पृथक्तया वदनस्य आवश्यकता नास्ति, परन्तु ज्योत्यादिगणे नास्ति इति कृत्वा तत्र पृथक्तया ग्रहणं कृतम्. यतोहि तत्र विदुः इति रूपमस्ति, तत् प्राप्त्यर्थं तत्र उक्तम्. अस्तु अस्तु अस्तु अस्तु, धन्यवादः. विजयलक्ष्मी भगिनी कृपया पठतु. लोटि अं स्थाने नि आदेशः तस्य पूर्वं वा भगिनि? न, एषु सप्तसु स्थलेषु एकः परिच्छेदमस्ति खलु, गतवर्गे अस्माभिः पठितं तत्र. एषु सप्तसु स्थलेषु लोटः प्रसङ्गः भवति, चतुर्षु स्थलेषु नित्यं नितः इत्यनेन स लोपः वसि मसि च. तस्थस्थमिपां तान्तन्तामः इत्यनेन तसः तां थसः तं थ स्थाने त च. निपः अं बाधितं भवति मोर्निः इत्यनेन. इतश्च बाधितं भवति एरुः इत्यनेन. सिजभ्यस्तविधिभ्यश्च लङः शाकटायनस्यैव इत्यनयोः जुस् आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा. केचन वदन्ति यत् विदो लटो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्। अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति प्रत्ययः न नित्यः, वति पदघटितम् अनित्यम् इति प्रसिद्धवाक्यम्। अत्र न नित्यः इत्यस्य सारांशः एवं यत् लोटि लङः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम् अधिकृत्य यत्र फलं नापेक्षते तत्र प्रसक्तिः न भवति। अतः सिजभ्यस्तविधिभ्यश्च लङः शाकटायनस्यैव इति सूत्राभ्यां कार्यं भवति लङि, किन्तु लोटि न अपेक्षते, अतः लङ्वत् इति तत्र न गच्छति। अत्र लोटो लङ्वत् इति पूर्वं सूत्रं पठितवन्तः। तत्र लोट् इत्यस्य सर्वेषां गुणा सर्वेषां गुणानां लङ्वत् भवति इति नास्ति इति अत्र अस्मिन् परिच्छेदे वदन्ति। तत् कथम् इत्युक्ते सप्तसु स्थलेषु लोटः प्रसङ्गः भवति, तत्र चतुर्षु स्थलेषु इत्युक्ते तस् तां थस् तस् थस् अनन्तरं थ अनन्तरं मित् इति चतुर्षु स्थलेषु त्रिषु स्थलेषु सूत्रमेव वदति। तसः स्थाने तां, थसः स्थाने तं, थ स्थाने त इति लङ् इत्यस्य यद् रूपम् अस्ति तस्य भेदः रूपं भिन्नरूपं लोट् लकारे भवति इति। तत्र मिप् इत्यस्य मोर्नि इति बाधितं मोर्नि इति सूत्रात् मेर्नि सारी मेर्नि इति सूत्रात् मिप् इत्यस्य कार्यं बाधितं भवति। अनन्तरम् इतश्च इति सूत्रम् अपि बाधितं भवति एरुः इति भिन्नसूत्रेण। अनन्तरं सिजभ्यश्च विधिभ्यश्च लङः शाकटायनस्य इति सूत्रद्वयम् इत्यस्य विषये भिन्नभिन्न मताः सन्ति। तत्र अन्ततो गत्वा सर्वत्र लोट् लङ्वत् न भवति, यत्र यत्र अपेक्षते तत्र एव लङ्वत् भवति इति परन्तु तत् कथं निर्मितवन्तः इति बहु कॉम्प्लिकेटेड् अस्ति। अत्र किम् अस्ति तत्र व्याकरणशास्त्रं व्याकरणशास्त्रं कथमस्ति इति चेत् तत्र लक्ष्यम् आधारीकृत्य तत्र लक्षणं क्रियते, लक्ष्यम् आधारीकृत्य लक्षणं क्रियते। लक्ष्यं किम् अस्माकं? यत् लोके अस्ति तदेव अस्माकं लक्ष्यं, तस्य कृते यत्किमपि साधनीयं भवति तस्य कृते सूत्राणां किञ्चित् ट्वीक् कर्तुं ट्वीक् इत्युक्ते किञ्चित् भिन्नरीत्या अवगन्तुं शक्यते। अन्ततो गत्वा लोके यत् प्रयुक्तः भवति तदेव साधनीयम् इति अस्माकं लक्ष्यः। समीचीनं तदर्थं तत्र एवमेव तत्र लोट्लकारे कार्यं न करोति इति न उक्तम्। लङ्गः शाकटायनस्य सिजभ्यस्य विधिभ्यश्च इति सूत्रद्वयं लोट्लकारे कार्यं न करोति इति न उक्तं साक्षात्। तदर्थं तत्र तर्कः अपि स्थापितः, तर्कः कः इति स्थापितः। एकं तु वा इत्यनेन वा इति अनुवृत्तिरूपेण वयं कर्तुं शक्नुमः, नो चेत् वयं वक्तुं शक्नुमः वति वत् तदर्थमेव पाणिनिना वत् प्रत्ययः प्रयुक्तः अस्ति सूत्रे लङ्वत् इति प्रयुक्तः, अतः सर्वत्र न भवति, यत्र आवश्यकं तत्र एव भवति इति, तदर्थमेव वत् प्रत्ययः स्थापितः इति अपि वदन्ति तर्करूपेण. अतः यत्किमपि भवतु अनयोः सूत्रयोः प्राप्तिः नास्ति लोट्लकारे इति तावद् अवगच्छामः चेत् आवश्यकं नास्ति, तत्कारणं प्राप्तिरपि नास्ति. सत्यं सत्यम्. अस्तु समीचीनम्, अवगतं खलु? हा अवगतम्. अस्तु अस्तु, इदानीम् अग्रे गच्छेम. तर्हि अग्रे अरविन्द महोदय अग्रे पठतु. लोटि अं स्थाने मी आदेशः मेर्निः, लोट् लकारे मी इत्यस्य स्थाने नी आदेशो भवति, मेहे षष्ट्यन्तं निः प्रथमान्तं द्विपदमिदं सूत्रं, लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, लोटः लस्यः मेहे निः. तत्र प्रथम उत्तमपुरुष एकवचने किम् आदेशं भवति इति अस्य सूत्रस्य प्रसक्तिः भवति. तत्र अनुवृत्तिसहितं सूत्रं पश्यामः चेत् लोट् लकारे लस्य इत्युक्ते तिप्सजीदि प्रत्यये, मेहे इति मि मि इति मिस् मिप् इति मि अवशिष्यते, तत्र मि मेहे इति षष्ट्यन्तम् इति मि स्थाने नि आदेशः भवति इति सूत्र वदति. समीचीनम्. उत्तमपुरुषे धन्यवादः महोदय, समीचीनं धन्यवादः. तर्हि इदानीं मेर्निः इति सूत्रम् अवगतं खलु, तत्र किमपि नास्ति, तत्र मेहे नि लोट् लकारे, इदं सूत्रं केवलं लोट् लकारे कार्यं करोति, तत् विशिष्टमस्ति. केवलं लोट् लकारे, तदपि केवलम् उत्तमपुरुषे एकवचने नि इति प्रत्ययस्य स्थाने एव कार्यं करोति, अन्यत्र कुत्रापि कार्यं नास्ति. अतः एव अत्र उत्तमपुरुषे मि इति प्रत्ययः यत्र अस्ति तत्र कानि सूत्राणि प्रसक्तानि भवन्ति तत्र, उमा भगिनी वदतु. पुनः पृच्छतु भगिनि. मिप् इति प्रत्ययः अस्ति खलु उत्तमपुरुषे एकवचने, मिप् मिप् इति प्रत्यये कानि सूत्राणि प्रसक्तानि तत्र? मेर्निः मिपां कान्तन्तां मिपां कम्स् इतश्चापि कार्यं. तर्हि कति सूत्राणि प्रसक्तानि? चत्वारि चत्वारि सूत्राणि. तर्हि मेर्निः इतश्च तस्तस्तमीपां तान्तन्तामः अनन्तरम् तथा किमपि नास्ति, लोट् लकारे सर्वत्र यत्र इ अस्ति यत्र इ अस्ति तत्र उ. अतः अत्र मिप् इत्यत्र एरुः इत्यस्य प्रसक्तिः अस्ति, इतश्च तस्तस्समीपं तान्तन्तामः मेर्निः. इदानीम् अत्र कः उमा उषा भगिनी भवती वदतु, अत्र बाध्यबाधकभावः कथमस्ति, चिन्तनं कथं भवति? मेर्निः उत्तमपुरुष एकवचनं, इतश्च तस्तस्तमीपां तान्तन्तामः बोत् परसूत्रं देन् मेर्निः. मेर्निः लोटः प्रसक्तिः नास्ति चेत् मेर्निः इति सूत्रं मेर्निः प्रीवियस् सूत्रं व्यर्थं व्यर्थं भवति, बट् देन् मेर्निः बट् देन् इट् केन् आल्सो अप्लै टु लङ् देन् नित्यम् इतः इतश्च तस्तस्तमिपां तान् तन् तामः नित्यं नितः नास्ति नित्यं नितः नास्ति दट् इस् पार्ट् बस् अन् मस् इतश्च तस्तस्तमिपां तान् तन् तामः एरुः मेर्निः बोत् फार् लोट् भगिनी ऐ केन् मन्ली थिङ्क् आफ् अपवाद तदेव अस्ति तदेव अस्ति तद् वदतु सम्यक्तया वदतु कथं वक्तव्यम् इति वदतु अस्माभिः पठितं खलु बाध्यबाधकभावः कथं वक्तव्यम् अपवाद मेर्निः इति सूत्रम् अत्र लोटः उत्तमपुरुष एकवचनम् ऐ केन् ओन्ली से इट् इन् इङ्ग्लिश् लोटः इति स्थले न प्रसक्तिः अस्ति चेत् मेर्निः इति सूत्रं व्यर्थं भवति अपवादसूत्रम् इति व्यर्थम् अपवादलक्षणम् इति व्यर्थम् अन्यत्र व्यर्थं कथं व्यर्थम् इति निर्णयं कृतवती इतश्च तस्तमीपां तं तं तामः इति बौद्धसूत्रात् अप्लिकबल् एल्स्वेर् कथं तत् कथं वदामः एल्स्वेर् तत् कथं वदामः अन्यस्थले अन्यत्र लब्धावकाशः अस्ति इतश्च तस्तस्तमीपां तान् तमः इति सूत्राः इतश्च तस्तस्तमीपां तान् तन्तामः एरुः एरुः तर्हि इतश्च इत्यस्य अन्यत्र लब्धावकाशः कुत्र इतश्च तस्तस्तमीपां तां तं तामः इति सूत्र लङ्गः लङ्स्थले लङ्लकारे प्रसक्तिः अस्ति इतश्च इति सूत्रेण इकारलोपः भवति तस्तस्तमीपां तां तं तामः इति सूत्रेण प्रथमपुरुषाद्विवचनं उत्तम मध्यमपुरुषाद्विवचनं मध्यमपुरुष बहुवचनं उत्तमपुरुष एकवचनं इति स्थले इति चतुर्षु स्थलेषु प्रसक्तिः अस्ति प्राप्तिः अस्ति इति वक्तव्यं वस्तुतः प्राप्तिः अपि अस्ति नित् लङ् इतश्च इति उक्तं तस्तस्समीपं तान्तन्तामः एरुः इति सूत्रं लोट् स्थले एव अस्ति लोट् ती प्रथमपुरुष एकवचनम् अपि प्रथमपुरुष बहुवचनस्थले प्रसक्तिः अस्ति प्राप्तिः अस्ति एरुः इति उत्तमपुरुष एकवचनम् अपि स्थले प्रसक्तिः अस्ति प्राप्तिः नास्ति एरुः इति सूत्रम् एरुः इति सूत्रस्य परसूत्रमस्ति मेर्निः इति सूत्रं पररूप एरुः इति सूत्रं भिन्नस्थलेषु प्रसक्तिः अस्ति अन्यत्र स्थलेषु प्रसक्तिः अस्ति मेर्निः इति सूत्रम् अत्र एव प्रसक्तिः अस्ति उत्तमपुरुष एकवचनमेव प्रसक्तिः अस्ति लोट् लकारे उत्तमपुरुष एकवचनं स्थले अपि एव प्रसक्तिः अस्ति समीचीनम् इत्युक्ते किम् इति चेत् एरुः तस्य समीपं तान्तन्तामः अनन्तरम् इतश्च एतेषां सर्वेषाम् अन्यत्र लब्धावकाशः अस्ति एरुः इति तत्र लोट् लकारे एकवचने प्रथमपुरुषे एकवचने अपि च प्रथमपुरुषे बहुवचने उभयत्र तस्य प्राप्तिः अस्ति इतश्च अपि च तस्य समीपं तान्तन्तामः लङ् लकारे तेषां प्राप्तिः अस्ति तदेव अन्यत्र लब्धावकाशः अस्ति परन्तु मेर्निः इत्यस्य अन्यत्र लब्धावकाशः नास्ति केवलम् अत्र उत्तमपुरुषे एकवचने एव कार्यं करोति, अतः एकवचने कार्यं न करोति चेत् सूत्रं व्यर्थं भवति इति कृत्वा अत्र एतानि सर्वाणि सूत्राणि प्रबाद्य मेर्निः इति सूत्रस्य प्राप्तिः भवति प्रथमपुरुषे उत्तमपुरुषे एकवचने. अवगतं खलु? आं भगिनि, धन्यवादः. अग्रिमप्रश्नः अस्ति, मेर्भिः भवित्वा एर्वुः इति सूत्रं पुनरपि भवितुं शक्यं वा? न, तथा नास्ति. यदि तथा अस्ति चेत् मेर्मि इत्यस्य अनन्तरं एरुः इति अस्ति चेत् एव एवम् इष्यते चेत् तत्र पाणिनिः साक्षात् नु इति वदति, मेः नु इति वदति, मेर्नु इति वदति, तथा न उक्तं मेर्नि इति उक्तं, तर्हि तत्र विधानसामर्थ्यात् तस्य परिवर्तनं न भवति. यदि तत्र इच्छति चेत् तत्र साक्षात् नु इति वक्तुं शक्यते आसीत् खलु, किमर्थं नि इति उक्तं? यतोहि नि इति एव इष्टः अस्ति, तदर्थं नि इति उक्तम्. अतः नि इत्यस्य अनन्तरम् एरुः इत्यस्य कार्यं न भवति. एरुः इति सूत्रं प्रबाद्य एव मेर्निः इति आगतः. मेर्निः इति परसूत्रमस्ति, हा, अत्र अपवादः अस्ति इति कृत्वा तत्र सूत्रसङ्ख्यायाः आवश्यकता नास्ति. आवश्यकता नास्ति, समीचीनं. परन्तु तत्र परसूत्रमपि अस्ति, अपि च अपवादसूत्रमपि अस्ति तेन कारणेन. अस्तु, तर्हि इदानीम् अग्रे गच्छेम. तर्हि अग्रे पूर्णेन्दु महोदय पठति वा? उत्तमपुरुषे आड् आगमः प्रत्ययानाम् आदौ आ इति युज्यते, इत्थम् आरोपितम् आड् उत्तमस्य पिच् द्वितीयाध्यायस्य चतुर्थपादस्य द्विनवतितमसूत्रम्. लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुषप्रत्ययः भवति तस्य आट् आगमो भवति, अपि च तस्य पित्वं भवति. आद्यन्तौ टकितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति. आड् प्रथमान्तम्, उत्तमस्य षष्ठ्यन्तम्, पित् प्रथमान्तम् च अव्ययपदम् अनेकपदमिदं सूत्रम्. लोटलङ्ग इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमस्य आट् पित् च. चतुर्थबिन्दुः अस्ति उत्तमपुरुषे आड् आगमः प्रत्ययानाम् आदौ आ इति युज्यते, इत्थम् आरोपितम्. उत्तमपुरुषे लोट् लकारप्रसङ्गे आड् आगमः भवति. आड् आगमः नाम तत्र आगमः आट् अस्ति, टकारस्य स्थाने डकारजस्त्व भूत्वा डकार श्रूयते, अतः आड् आट् इति आगमः अस्ति. एषः आगमः प्रत्ययस्य आगमः, अतः प्रत्ययानाम् आदौ आकारः युज्यते, अपि च आडागमः भूत्वा यत् सिद्धरूपं प्रत्यय निष्पद्यते तस्य पीत्वम् आरोपितं, तस्मिन् पीत्वम् आरोपितम्. उत्तमपुरुषे तत्र त्रयः लकाराः सन्ति, मित् बस् मस्. मित् तु स्वयं पित् अस्ति, परन्तु बस् मस् प्रत्ययद्वयं तस्मिन् इत्संज्ञकपकारः नास्ति इति कारणेन तौ पितौ न, परन्तु अनेन सूत्रेण आडुत्तमस्य पिच अनेन सूत्रेण तयोः उपरि पित्वम् आरोप्यते. इदानीं सूत्रचिन्तनम्. आडुत्तमस्य पिच तृतीयाध्यायस्य चतुर्थपादस्य द्विनवतितमसूत्रं. तस्य अर्थः अस्ति लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुषप्रत्ययः भवति तस्य आट् आगमः भवति, अपि च तस्य पित्वं भवति. अत्र पदच्छेदं कुर्मः चेत् तस्मिन् प्रथमपदम् अस्ति आड् इति प्रथमान्तं पदम्, उत्तमस्य इति षष्ठ्यन्तं पदम्, पित् पित् इति प्रथमान्तं पदं, च इति अव्ययपदम्. सूत्रे च इति पदस्य स्वीकरणे स इति पदं स्वीकृत्य अत्र अनेन सूत्रेण कार्यं द्विविधम् इति जानीमः. एकं कार्यम् अस्ति आगम आट् इति आगमः आगम, अपि च अन्यत् कार्यमस्ति तत्र यत् सिद्धप्रत्ययः निष्पद्यते तस्मिन् हित्वविधानम् हित्वविधानम् अनुवृत्तिसहितसूत्रम् अस्ति. लोटः लस्य उत्तमस्य आट् इत् च. अतः लोट् लकारप्रसङ्गे लस्य स्थाने उत्तमपुरुषस्य प्रत्ययस्य आट् आगमः भवति, अपि च तस्मिन् हित्वम् आरोपितम् अस्ति अनेन सूत्रेण. बहु समीचीनं, उत्तमं, बहु समीचीनं. तर्हि अत्र स्पष्टतया महोदयेन उक्तमेव, लोट् लकारे उत्तमपुरुषस्य आट् इति आगमः भवति, पिच् इति अपि उक्तं. तर्हि इदानीम् अत्र मीना भगिनी वदतु, सूत्रं कीदृशसूत्रमस्ति आडुत्तमस्य पिच् इति सूत्रम्? सद्यारोपित आड् उत्तमस्य पिच् इति सूत्रम् तस्य नाम विधिसूत्रं नास्ति. किमर्थं नास्ति विधिसूत्रम्? तत्र पित्वम् इति आरोपितम् अस्ति, ऐ मीन् आडुत्तमस्य पित्वम् इति आरोपितम् अस्ति. तस्य विधिः नास्ति भगिनि. किमर्थं न विधिः, न विधिसूत्रम् इति आडागमः भवति. आडागमः कीदृशकार्यम्? आडागमः प्रथमाविभक्ति वा कार्यम्? न न, आडागमः इति यदा वदामः पिच् इति त्यजतु, आडागमः इति वदामः तदानीं तत्र कीदृशकार्यम्? तस्य स्था यस्य स्था आडागमः भवति कीदृशसूत्रं? प्रश्नः किं भगिनि? न न, यत्र आगमः भवति तदानीं सूत्रसूत्रं कीदृशसूत्रम् इति वदामः. तत्र भवती उक्तवती खलु विधिसूत्रम्, अन्यानि तत्र सूत्रषड् सूत्रप्रभेदाः सन्ति खलु, तेषु अत्र कीदृशसूत्रमस्ति? नियमसूत्रम्. तत्र किं नियमयति? उत्तमपुरुषस्य पित्वं भवति इति नियमति वा, आरोपयति तत्र. आरोपयति इति चेत् अत्र कीदृशसूत्रम्? तस्य नाम मया विस्मृतं भगिनि. कोऽपि अन्य कोऽपि सहायं करोतु. अतिदेशसूत्रं च भवति खलु? हा हा, सत्यम्. अतः तत्र आडागमः इति यदा वदामः, अत्र तत्र महोदयेन स्पष्टतया उक्तं खलु, तत्र कार्यद्वयम् अस्ति अस्मिन् सूत्रे. आडागमः इति एकं कार्यं, पित्वम् इति अन्यत् कार्यमस्ति. आडागमः इति यत् कार्यमस्ति तत् कार्यं तु विधिसूत्रमस्ति खलु, विधिसूत्रमस्ति. आदेशः, आगमः, लोपः, सर्वा तत्र एते सर्वे विधयः सन्ति. तर्हि इदानीं पिच्छ इति उक्तत्वात् आरोपः अस्ति अत्र, तत्र गुणस्य आरोपः. यत्र गुणस्य आरोपः भवति तत्र अतिदेशसूत्रम् इति वदामः. अतः इदं सूत्रं विधिसूत्रमपि अस्ति, अतिदेशसूत्रमपि अस्ति खलु. अत्र विधि अपि अतिदेशसूत्रं वा? सूत्र कार्यद्वयम् अस्ति अत्र, विधिसूत्रमपि अस्ति, अतिदेशसूत्रमपि अस्ति. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे गच्छेम. अग्रे वंशी भगिनी पठतु. भगिनी, अत्र मिप् अस्ति खलु, मिप् इत्यस्य अत्रापि पित्वं पुनः अध्यारोप्यते वा? यतोहि सूत्रे पित्वम् इति उक्तं, पित्वम् अस्ति चेदपि तत्र पुनः तदेव पित्वमेव अध्यारोप्यते. तर्हि पित्वमेव भवति, सर्वत्र पित्वं भवति, केवलं तत्र परिवर्तनं नास्ति. मूले अपि पित्वम् अस्ति, अध्यारोपे अपि पित्वम् अस्ति, अतः तत्र वस्तुतः प्रयोजनं नास्ति, यतोहि पित्वमेव अस्ति खलु. परन्तु यत्र पित्वं नास्ति तत्र अध्यारोपयामः चेदेव तत्र एव प्रयोजनं दृश्यते खलु. अस्तु अस्तु भगिनि, श्रूयते किल? श्रूयते. आडुत्तमस्य पिच्च न तत् अभवत्. अस्तु. वस्मस् नित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः. नित्यं नितः, नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः अन्त्यसकारलोपो भवति. येन विधिस्तदन्तस्य इत्यनेन तादृशः उत्तमपुरुषप्रत्ययः यस्य अन्ते सकारः स्यात्. अलोन्त्यस्य इत्यनेन अन्त्यस्य सकारस्य एव लोपः भवति, न तु पूर्वतया पूर्णतया प्रत्ययस्य. अस्तु, क्षम्यतां, पूर्णतया प्रत्ययस्य. नित्यं द्वितीयान्तं क्रियाविशेषणं, नितः षष्ट्यन्तं विपदमिदं सूत्रम्. अस्तु. स उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः इतस्य लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, नितः लस्य सः उत्तमस्य नित्यं लोपः. अस्तु, सूत्रमस्ति नित्यं नितः. एतत् सूत्रं तु लोट्लकारे वस् मस् उत्तमपुरुषे मध्यम मध्यम उत्तमपुरुषे द्विवचने अपि च बहुवचने कार्यं करोति. तत्र तु नित्सु लकारेषु नित् लकारेषु एतत् कार्यम् एषः सूत्रस्य कार्यं भवति, एतत् सूत्रस्य कार्यं भवति. तत्र क्षम्यतां, तत्र नित्यं नितः सूत्रं किं करोति इत्युक्ते, तत्र यत्र सकारान्तशब्दः अस्ति तत्र उत्तमपुरुषे प्रत्ययस्य सकारान्तशब्दः अस्ति, तत् तस्य लोपः करोति. तत्र कुत्र कुत्र कार्यं करोति इत्युक्ते, तत्र उत्तमपुरुषे वस् मस् इत्यस्य अन्त्यसकारः अस्ति, तत्र एव एतस्य सूत्रस्य कार्यं भवति. अपि च येन विधिस्तदन्तस्य इत्यनेन तादृशशब्दः यत्र उत्तमपुरुषे तादृशशब्दः यस्य अन्ते सकारः अस्ति तस्यैव ग्रहणं भवति, न तु सकारस्य शब्दस्य इति. तत्र येन विशिष्टदन्तस्य इति दलद्वयम् अस्ति, तस्मिन् तु यस्य यत्र उत्तमपुरुषस्य अन्तिमसकारः अस्ति तस्यैव ग्रहणं भवति. अपि च अलोङ्क्यस्य इति सूत्रेण अन्त्यसकारस्य एव लोपः भवति, न तु सम्पूर्णशब्दस्य इति सम्पूर्णप्रत्ययस्य, क्षम्यतां, सम्पूर्णशब्द प्रत्ययस्य लोपः न भवति. अपि च तत्र अनुवृत्तिः अस्ति, अतः नितः लोटो लङ्गवत् इत्यनेन तत्र नित् इति भवति, लोट् लकारः नित् इव भवति, अतः एतस्य सूत्रस्य कार्यं भवति. अतः अनुवृत्तिसहितसूत्रं किं वदति इत्युक्ते, नितः लस्य सः उत्तमस्य नित्यं लोपः. नितः इति षष्ठीविभक्त्यामस्ति, लस्य अपि षष्ठीविभक्त्यामस्ति, सः उत्तमस्य, सः उत्तमस्य इति उत्तमपुरुषस्य यत्र सकारः अस्ति सः इति प्रथमा विभक्तौ अस्ति, क्षम्यतां, तत्र नितः लस्य उत्तमस्य सः नित्यं लोपः इत्युक्ते तत् यत्र सः स्थानी उत्तमपुरुषे अस्ति तत्र यत्र सकारः अस्ति तत्र सकारस्य नित्यं लोपः भवति इति एतस्य सूत्रस्य विवरणम्. अपि च नित्यं द्वितीयान्तं क्रियाविशेषणम्, किमर्थं नित्यं लोपः इति वक्तव्यं चेत् समीचीनं न भगिनि, तत्र नित्यं लोपः किमर्थम् उक्तं, किमर्थम् उक्तं नित्यं लोपः, समीचीनः प्रश्नः, किमर्थम् उक्तं नित्यं, तत्र नित्यम् इत्यस्य का आवश्यकता? लोपः इति वदनेन अपि समीचीनं भवति, यतोहि उत्तमस्य सकारस्य इति उक्तं. किम् अन्यत् अन्य कोऽपि किं चिन्तनमस्ति, किमर्थं तत्र नित्यम् इति उक्तं? नित्यं नितः, नित्यं नितः इति वदामः चेत् पर्याप्तं खलु, किमर्थं नित्यम् इति उक्तं, नित्यम् इत्यस्य का आवश्यकता तत्र? लोपः एव भवति खलु, सकारस्य लोपः एव भवति, तर्हि तत्र नित्यमेव भवति खलु, यदि तत्र भवति चेत् नित्वत् यत्र भवति तत्र अस्य सूत्रस्य कार्यम् चिन्तनं विकल्पेन न भवति इत्यस्य अर्थात् विकल्पेन लोटो लङ्वत् इत्यत्र सर्वत्र लङ्वत् न भवति इति वयम् उक्तवन्तः, परन्तु अस्मिन् स्थले नित्यं अत्र लक्ष्मी भगिनी किमपि वदन्ती आसीत् भवती वदतु न नित्यं ममपि समानप्रश्नः आसीत् केवलं चिन्तनं मम अत्र विकल्पेन न भवति पर्मनेण्ट्लि तस्य लोपः भवति इत्यस्मिन् अर्थे सम्यक् भवति वा सम्यक् तथैव विकल्पेन न भवति इति अत्र तु विकल्पस्य विषयः एव न उक्तः खलु तर्हि कथं विकल्पेन भवति अत्र इत्युक्ते केनापि सूत्रेण पुनः सकारः न भवति वा तत्र न पुनः केनापि सूत्रेण सकारः न भवति लक्ष्मीभगिनी भवत्याः चिन्तनं समीचीनमस्ति परन्तु विकल्पेन अत्र तु अस्मिन् सूत्रे विकल्पेन इति न उक्तं खलु तर्हि विकल्पेन न उक्तं तस्य प्रसक्तिः एव नास्ति इत्यस्मिन् अर्थे भवति वा न वा इति अनुवृत्ति भवति वा भगिनि उत्तमं विदो लटो वा न विदो लटो वा नास्ति नित्यं निधः इत्यस्मात् पूर्वं तत्र यानि सूत्राणि सन्ति तत्र वैतो अन्यत्र इति सूत्रमस्ति तत्र अष्टाध्यायीं पश्यतु 71 वैतो अन्यत्र वैतो अन्यत्र इति सूत्रात् वा इत्यस्य अनुवृत्तिः इतश्च लोपः परस्मैपदेषु सः स उत्तमस्य इत्यत्र सर्वत्र वा इत्यस्य अनुवृत्तिः अस्ति अतः अत्र नित्यमिति न वदति चेत् तर्हि भ्रमः भवति अत्र नितः इत्यत्रापि वा इत्यस्य अनुवृत्तिः भवति वा इति भ्रमः भवितुमर्हति तदर्थं स्पष्टीकरणार्थं नित्यम् इति स्थापितम् इति कृत्वा अत्र वा इत्यस्य अनुवृत्तिः नास्ति इति वदनार्थम् उक्तमस्ति अस्तु समीचीनं तर्हि तदर्थम् अत्र नित्यमिति उक्तमस्ति तर्हि इदं सूत्रं केवलम् उत्तमपुरुषस्य सकारस्य लोपः भवति नित्सु लकारेषु वस् मस् इति प्रत्ययद्वयमस्ति तत्र सकारस्य लोपः भवति नित्यं भवति न तु विकल्पेन अस्तु कोऽपि प्रश्नः अस्ति वा एतावत् अस्तु तर्हि अग्रे लक्ष्मी भगिनी पठतु आं भगिनि मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि प्रत्यय हि इति आदेशः अपित्वम् आरोपितम् सेर्ह्यपिच्च लोट्लकारस्य सि इत्यस्य स्थाने हि आदेशः भवति स च हि अपित् भवति सेः षष्ट्यन्तं हि प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदम् इदं सूत्रं लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य सेः हि अपित् च लोट्लकारे मध्यमपुरुषस्य प्रत्ययः अस्ति सिप् इति तस्य प्रत्ययस्य स्थाने हि इति प्रत्ययः आदेशः भवति पुनः तस्मिन् अपित्वमपि आरोप्यते सिप् इत्यस्मिन् पित्वमस्ति अत्र अपित्वं हि इत्यस्मात् पुनः अपित्वम् आरोप्यते सूत्रमस्ति सेर्ह्यपिच्च इति लोट्लकारस्य सि इति सिप् इति भवति तत्र पकारस्य हलन्त्यं भूत्वा तस्य लोपः अपि भूत्वा सि इति अवशिष्यते तत्र सि इत्यस्य स्थाने हि इति आदेशः भवति पुनः अपित्वम् अपि आरोप्यते तत्र अनुवृत्तिसहितसूत्रम् अस्ति लोट्टः लस्य सेः हि अपित् च इति लोट्लकारे लस्य स्थाने से सि इति प्रत्ययः तस्य हि इति आदेशः भवति अपित्वमपि आरोप्यते इति एव अर्थः अत्र ईदृशसूत्रं तत्र अतिदेशसूत्रं भवति पुनः विधिसूत्रं च हि इति आदेशात् विधिसूत्रम् अपित्वम् आरोपणेन अतिदेशसूत्रं च सेहेरिय पिच्च इति सूत्रस्य तत्र पदच्छेदं कृत्वा प्रदर्शयतु. हा सेहे इति तत्र सि इत्यस्य षष्टिविभक्ति भवति सेहे अथवा षष्ट्यन्तं पदमस्ति. सेहे हि इति प्रत्ययः प्रथमाविभक्तौ. अपिच्च इति तत्र यण्सन्धि भवति को यणचि इत्यनेन यकारस्य प्रथमान्तं किम् हि इति प्रत्ययः हि इति नास्ति हि इति प्रथमान्तम् अस्ति. तत् प्रत्ययः वा भगिनि? प्रत्ययः एव प्रत्ययः एव. हिहि इति प्रथमान्तम् अपित् इति प्रथमान्तं भवति. च इति अव्ययपदमस्ति. अत्र सन्धि भूत्वा सेहे हिहि अत्र रेफः भवति, विसर्गसन्धि भवति. सेर्हे पुनः तत्र यण् सन्धि भूत्वा यकारस्य आदेशः सेर्हि योग अपित् तत्र यण् सन्धि इको यणचि इत्यनेन सेर्ह्य अपिच्च सेर्ह्यपिच्च इति भवति. पित् योग च तत्र श्चुत्वं भवति. जष्ट्वम् अनन्तरं श्चुत्वं. हा जष्ट्वनन्तरं श्चुत्वम् अनन्तरं अनन्तरं तत्र चत्वं बहु समीचीनम् इति अस्ति तत्र. सेहे हि अत्र हि इति प्रत्ययः यद्यपि पि हि इति प्रत्ययः अस्ति तत्र सुप्रत्ययं योजयित्वा इहि इति प्रथमभक्तौ एकवचने स्वीकृतमस्ति. हि योगः सुप् इति इहि इति हि योगः सु न तु सुप् हि योगः सु प्रथमभक्तौ सु इति प्रत्ययः सु औ जस् इत्यत्र सु इति प्रत्ययः तदर्थम् इहि इति उक्तं. तेः भगिनी हिहि प्रथमान्तं खलु? प्रथमान्तं हा तत्तु आदेशः एव. किमर्थं प्रत्ययः इति वदति भवती? हि इत्यत्र प्रत्ययः अनन्तरं भवति. प्रत्ययः अनन्तरं भवति तत्र प्रत्यय इदानीं प्रत्ययस्य स्थाने आदेशः आदेशः एव सत्यम् आदेशः एव समीचीनं. मूलप्रत्ययः नास्ति परन्तु प्रत्ययस्य स्थाने आदेशः यदा भवति तस्यापि प्रत्ययत्वं भवति खलु. स्थानिवद्भावेन तस्यापि प्रत्ययत्वं भवति. तत्र भगिनी अत्र लक्ष्मीभगिनी पृष्टवती प्रत्ययः हि इति प्रत्ययः इति उक्तवती. तत्र प्रत्ययत्वम् अनन्तरम् आगच्छति एव. एवमेव हि इति प्रत्ययः उक्तवती. प्रत्ययः एव अस्ति परन्तु यदा आदेशः भवति तदानीं प्रत्ययः नास्ति. तदानीं प्रत्ययस्य स्थाने आदेशः आदेशानन्तरं प्रत्ययत्वमपि आगच्छति. अवगतं खलु? अस्तु अत्र इदानीं सि इति सिप् इति प्रत्ययस्य स्थले अत्र सूर्यकुमारी भगिनी वदतु कानि सूत्राणि प्रसक्तानि भवति सिप् इत्यत्र? प्रथमं येरुः, द्वितीयं तस्थां मिपां तान्तमिपां तान् चिन्तामः अत्र प्रसक्तं वा? मी अस्ति सि प्रत्ययः मी नास्ति सि प्रत्ययः सिप् सिप् हेरुः नी आयाति ते लोटो न मी नास्ति भगिनि सि प्रत्ययः मेर्निः नास्ति सि प्रत्ययः सिप् मध्यमपुरुषे एकवचने हेरुः इति सम्यक्तया उक्तम्. अनन्तरं सि एव अस्ति अस्ति सि एव. इदानीं यत् सूत्रं पठितं तत् प्रसक्तं वा? अपित् आरोहं भवति सेर्ह्यम् सूत्रं किं हे क्षम्यतां सहर्यपिच्छ सहर्यपिच्छ खलु तस्यापि प्रसक्तिः अस्ति अनन्तरम् अन्यत् किमपि इतश्च इतश्च इतश्च इत्यपि प्रसक्तं खलु आं भगिनि तर्हि त्रीणि सूत्राणि प्रसक्तानि तत्र किं भवति अस्तु इदानीं तत्र गोमती भगिनी किञ्चित् साहाय्यं करोतु आं भगिनि त्रीणि सूत्राणि कार्यं कर्तुम् आगच्छति एरुः इतश्च अनन्तरं सेर् सेर्ह्यपिच्चः अपिच्च इति सूत्राणि अत्र एरुः इति सूत्रं प्रथमपुरुषस्य एकवचने बहुवचने कार्यं करोति इतश्च तु सर्व नित् लकारे कार्यं करोति सेहे ह्य सेहे हि अत्र एकम् एव स्थानमस्ति यत्र सेर् सेर् ह्यपिच्च कार्यं कर्तुं शक्नोति अतः तद् अपवादसूत्रम् अस्ति सो एतत् त्रीणि सूत्राणि यदा कार्यं कर्तुम् आगच्छति तदा अन्य एरु एरुः इतश्च सूत्रे अन्यस्य अन्यस्थानं भवति कार्यं कर्तुं शेहेऽपि च तस्य कार्यं तु मध्यमपुरुषस्य एकवचने एव भवति ततः तदा निरवकाशत्वमस्ति तत्र अन्यस्थले अतः तत् अपवादसूत्रमस्ति सूत्रस्य क्रमः अस्य प्रसक्तिः नास्ति एतदेव सूत्रम् अपवादरूपेण कार्यं करोति समीचीनं सम्यक् सूर्यकुमारी भगिनी अवगतं वा भगिनी अवगतं वदतु किम् अवगतम् एरुः अन्यत्र अन्यत्र लब्धावकाशः अस्ति अन्यति च इतश्च इतच् इतच्च अन्यत्र अन्यत्र अवकाशः अस्ति कुत्र नित्लकारेश् समीचीनं समीचीनम् एरुः इत्यस्य अवकाशः अस्ति लोट्लकारे प्रथमपुरुषे एकवचने इदानीं सहर्यपिच्च इत्यस्य अवकाशः अन्यत्र अस्ति वा अन्यत्र नास्ति अपवाद बलेन अवकाशः अस्ति सत्यम् अपवादबलेन अत्र कार्यं करोति समीचीनं यदि अत्र न कार्यं करोति तत्र सेहे सिप् इत्यत्र कार्यं न करोति चेत् अन्यत्र अवकाशः एव नास्ति इति कृत्वा अपवादसूत्रम् अस्तु सम्यक् अस्तु इदानीम् अग्रे तत्र गीताञ्जलिभगिनी अग्रे पठति वा पठितुं शक्नोति वा तर्हि तत्र अग्रे विनयमहोदय पठतु आं भगिनि अतो हि अदन्तं चेत् अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः अदन्तम् अन्तर्भूतः हि प्रत्ययस्य लोपः भवति. तदनन्तरं सूत्रस्ति अस्मिन् प्रकरणे सूत्र अस्ति अतो हेः 64105 ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् लोपः भवति. अतः पञ्चम्यन्तं हेः षष्ठ्यन्तम् अतः पञ्चयन्तं हेः षष्ठ्यन्तं द्विपदम् इदं सूत्रम्. चिणो लुक् 64104 इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन अनुवृत्तिसहितसूत्रम्. अतः अङ्गात् हेः लुक् सूत्रमस्ति. अतः अङ्गात् विभक्ति पञ्चयन्तम् अङ्गात् अतः प्रायः विशेष्यविशेषणं सम्बन्धः अस्ति अत्र. अतः अङ्गात् हेः लुक् हेः षष्ठ्यन्तं षष्ठीभक्ति स्थाने लुक् भवति लोपः भवति. कस्य लोपः? लोपः भवति हि प्रत्ययस्य लोपः भवति. समीचीनं. हि प्रत्ययस्य लोपः भवति परन्तु केवलं अदन्तम् अन्तर्भूत. लोटि लोटि लवसु सिद्ध नवसु क्षम्यतां लोटि नवसु सिद्ध तिङ् प्रत्ययेषु हि प्रत्ययः एक एव यस्य रूपं परिवर्तते अङ्गम् अदन्तम् अनदन्तं चेति अवलम्ब्य. अतः अवलम्ब्य अर्थकः अनदन्तम् अत्र न भवति. अनदन्तं स्थितः हि स्थितः अनदन्तं स्थाने. तदनन्तरं इति अनयोः एकक्षणं महोदय, किञ्चित् पश्यामः तत्र अवगतं वा इति. धन्यवादः. इदानीं तत्र सूत्रमस्ति अतो हे हे इति सूत्रमस्ति. इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारे अस्ति. पश्यन्ति चेत् इदम् वस्तुतः प्रत्यय आदेशरूपेण नास्ति. वस्तुतः अङ्गम् आश्रित्य अङ्गकार्यम् अस्ति. वस्तुतः अदन्तम् अङ्गमस्ति चेत् हि प्रत्ययस्य लुक् भवति. अदन्तम् अङ्गमस्ति चेत् तर्हि तत्र केषु गणेषु हि प्रत्ययस्य लुक् भवति? अत्र कः वदति? अत्र उमा भगिनी वदतु. नो, अति गणसपेक्ष सबान्धे भवति लुक् भवति. गणसपेक्ष गणनिरपेक्ष लुक् नाम गणसपेक्षः वदामि. यत् यत् गण अस्ति तत्र हि नास्ति. तत्र केषु गणेषु भवति? सर्वेषु गणेषु भवति वा? न न न, केवलं चत्वारि चतुर्षु गणेषु भवति. चत्वारः गणः. हा, चतुर्षु गणेषु एव भवति खलु. तत्रैव अङ्गम् अदन्तमस्ति खलु. यथा अदन्तमस्ति. हा, तर्हि भुवादिगणे, शुरादिगणे, तुदादिगणे, दिवादिगणे तत्रैव अङ्गम् अदन्तम् अस्ति. विकरणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तमस्ति. यतोहि भुवादिगणे शप् इति विकरणप्रत्ययः, शप् प्रत्ययस्य योजनानन्तरं भव इति अङ्गम् अदन्तम्. एवमेव दिवादिगणे नृत्य इति अङ्गम् अदन्तम्. चुरादिगणे चोरय इति अङ्गम् अदन्तम्. सुदादिगणे चल इति अङ्गम् अदन्तम्। एतेषु स्थलेषु हि प्रत्ययस्य लुक् भवति, अतः सर्वत्र पश्यामः चेत् चल पट इत्येतानि रूपाणि भवन्ति, परन्तु अङ्गम् अदन्तं नास्ति इत्युक्ते अन्येषु गणेषु एतेषु चतुर्षु गणेषु एतान् विहाय सर्वत्र अन्यत्र हि इत्यस्य लोपः न भवति, हि तिष्ठति। चतुर्णां न न तत्र द्वितीय चतुरः एतानि एतानि चत्वारि एतानि च न चतुरः एतान् चतुरः गणान् इति खलु आम् चतुरः हा एतान् चतुरः गणान् विहाय समीचीनम् इति कृत्वा तत्र अन्यत्र हि इत्यस्य हि तिष्ठति क्रीणीहि इति एतादृशरूपाणि पश्यामः खलु, अतः अन्यत्र सर्वत्र हि तिष्ठति इति अत्र अतोहेः इति सूत्रमस्ति, स्मर्तव्यम् अङ्गकार्यमस्ति। तर्हि लोट्लकारे अदन्त अङ्गस्य सिद्धप्रत्ययाः ये सन्ति, अदन्तसिद्धप्रत्ययाः अपि च अनदन्तसिद्धप्रत्ययाः, उभयत्र भेदः कः इति चेत् केवलं हि प्रत्ययस्य विषये एव भेदः, अन्यत्र भेदः एव नास्ति। प्रश्नः अस्ति भगिनि, शेर् हि अपि च इति सूत्रं किमर्थम् अपित्वम् इति आरोपितं, सिप् इति पकारः अस्ति भवति पूर्वं, तदनन्तरं लोटो लङ्वत् इति सूत्रेण नित्वं भवति, इदानीं हि प्रत्ययः किमर्थम् अपित्वम् आरोपितं पुनरपि सेर्यपिच्छ इत्यत्र वा इत्यत्र खलु तत्र हि इति प्रत्ययः अस्ति, सेः हि इति प्रत्ययः अस्ति, इदानीं तत्र हि प्रत्ययः इदानीम् अपित् भवति खलु, तर्हि तत्र गुणस्य निषेधः भवति यदि तत्र लोटो लङ्वत् इति सूत्रं तत्र लोट् प्रत्ययः सर्वमेव ङित्वत् भवति उत्तम उत्तमपुरुष विहाय किमर्थम् अत्र अपित्वम् आरोपितम्? भवती वक्तुमिच्छति अपित्वम् इत्यस्य आवश्यकता नास्ति, लोटः लङ्वत् एव भवति खलु, तर्हि तत्रैव लङ्वत् नित्वम् अस्ति, तर्हि पुनः तत्र पित्वस्य अध्यारोपस्य आवश्यकता नास्ति इति वदति। समीचीनं, समीचीनः प्रश्नः। तर्हि किम् अस्ति चिन्तनम्? गुणनिषेधः भवति, तादृशगुणनिषेधः नित्वेन एव भवितुम् अर्हति खलु, लोटो लङ्वत् इत्यनेन एव भवितुम् अर्हति खलु, तर्हि तत्र जहेर्य अपिच्छ इति वदनस्य का आवश्यकता? आर्धधातुकप्रत्यय अस्ति चेत् आर्धधातुकप्रत्ययः अतः लोट्लङ्गित्वं भवति सर्वत्र नित्वं भवति इति नास्ति खलु, तिप् प्रत्यये तत्र नित्वं न भवति खलु, तिप् इति प्रत्ययः अस्ति खलु, तत्र तिप् इति प्रत्ययः मूलप्रत्ययः तिप् इति अस्ति, तिप् इति पित् अस्ति, तत्कारणं तत्र मूलप्रत्ययः पित् अस्ति, इदानीं लोटो लङ्वत् इत्यनेन तत्र लोटो लङ्वत् इति किमर्थं वदामः इति चेत् तत्र तस्य प्रयोजनं किं, लोटो लङ्वत् इत्यस्य प्रयोजनं किम्? तत्र नित्वस्य आरोपः इति नास्ति, लोटः लङ्वद् भवति इति वदामः चेत् तत्र कः, तत्र तत्र सर्वे प्रत्ययाः निद्वद् भवन्ति इति न अर्थः, तिप् प्रत्ययः इदानीं नित् भवति इति नास्ति अर्थः, लोटो लङ्वत् इत्यनेन लोट् लकारः लङ्वत् भवति इत्युक्ते लङ् लकारे यानि कार्याणि भवन्ति तानि कार्याणि अत्रापि भवन्ति इति अर्थः, तत्र लङ् लकारे अपि पित् प्रत्ययः सन्ति खलु, लङ् लकारे लङ् लकारः नित् अस्ति इति कृत्वा तत्र तिप् इति प्रत्ययः इदानीम् अपित् न भवति, तत्र नित् अस्ति इति कृत्वा तत्र लकारस्तरे प्रत्ययः नित् भवन्ति चेत् नित्सु लकारेषु कानिचन कार्याणि भवन्ति, परन्तु प्रत्ययः तु तदानीमपि पित् अपित् इति तत्र तस्य स्वभावः तथा एव तिष्ठति, तत्र परिवर्तनं नास्ति. स्थानिवद्भावः भवति खलु भगिनि? कुत्र स्थानिवद्भावः? सिप् इत्यस्य स्थाने हि इति आयाति चेत् तत्र पित् अस्ति चेत् हि अपि पित् भवति. अत्र तत्कारणं हि एव आयाति परन्तु पित्त्वं न आयाति, अपित् भवति इति. समीचीनम् इति अस्ति. तत्र लोटो लङ्वत् इति लकारस्तरे नित्वम् अस्ति चेत् नित्सु लकारेषु यानि कार्याणि तानि तत्र लोट् अपि तानि कार्याणि भवन्तु इति तत्र तदर्थं लोटो लङ्वत्. परन्तु प्रत्ययस्य स्वभावस्य परिवर्तनं नास्ति. सिप् इति प्रत्ययः इदानीं नित् न भवति. अवगतं वा मीना भगिनी? इति भेदः अस्ति, सूक्ष्मभेदः अस्ति. तत्र चतुर् इति शब्दस्य तत्र चतुर् इति शब्दः तत्र चतुर् इति शब्दः वस्तुतः तत्र सङ्ख्यावाचकशब्दः अस्ति. चतुर् इति शब्दः तत्र क्लेवर् इत्यस्मिन् अर्थे अपि अस्ति खलु. चतुरः काकः? हा, चतुरः इति तत्र अस्ति. अस्तु अस्तु, आप्रासङ्गिकः, अग्रे गच्छेम. इदानीम् एतावता प्रश्नः अस्ति वा भगिनी? एकः प्रश्नः तत्र अतोहेः किमर्थम् अङ्गस्य इति अधिकारे अस्ति? कुत्रापि अन्यत्रापि एतस्य सूत्रस्य प्रसक्तिः अस्ति वा? तत्रापि हि प्रत्ययस्य विषये एव, हि प्रत्ययस्य विषये. तर्हि सहेर्यपिच्छा इत्यस्य तु अङ्गकार्ये नास्ति, परन्तु एतत्तु किमर्थम् अङ्गकार्ये भवति इति मम प्रश्नः. न, तत्र सहेर्यपिच्छ इति तत्र तु किमपि अङ्गमाश्रित्य कार्यमस्ति वा? सहेर्यपिच्छ नास्ति, स्थाने हि आदेशः भवति. तत्तु अतोहेः इत्यत्र अतोहेः इत्यस्य हि इत्यस्य लुक् भवति. तत्र तु तावदेव वा? अङ्गानि इति उक्तं, परन्तु न हि अतोहेः इत्यस्य कार्यं किम् इति सम्पूर्णतया वदतु. अकारान्त अङ्गात् परस्य, ओके, अस्तु, ह्रस्व अकारान्त अङ्गात् परस्य हि इत्यस्य दुक् भवति इति अस्य सूत्रस्य विवरणं. तर्हि अङ्गम् आश्रित्य अस्ति वा कार्यम्? अस्तु अस्तु, समीचीनम् अस्ति खलु. समीचीनम्, अङ्गमाश्रित्य कार्यमस्ति, अतः तत्र अङ्गस्य अधिकारे स्थापितमस्ति. यदि अङ्गमाश्रित्य कार्यं नास्ति चेत् तत्र सर्वत्र हि इत्यस्य लोपः भवतु इति यदि चिन्तयति चेत् तदानीं तत्र इदं सूत्रमपि तृतीय अध्याये एव भवति. समीचीनं, हा, समीचीनम्. अस्तु अस्तु, धन्यवादः. अस्तु, इदानीम् एतावता अवगतं खलु? कोऽपि प्रश्नः अस्ति वा? उमा भगिनी अवगतं वा? अवगतं, पुनरेव शृणोमि. पठित्वा सर्वं विस्मरामि भगिनि. भगिनि तत्र षष्ठाध्यायं करणीयं. क्षम्यताम्, सप्तमाध्याये प्रथमपादे ये ये प्रत्ययादेशाः भवन्ति ते सर्वे अङ्गस्य इत्यस्य अधिकारे एव भवति खलु प्रत्ययादेशाः? तत्र तु विचित्रमस्ति. किमर्थम् इत्युक्ते तत्र तु अनुवृत्तिवशात् तत्र स्थापितं प्रत्ययादेशः अङ्गस्य अधिकारे स्थापितं, परन्तु तत्र तत्रापि तत्र झोन्तः इति सूत्रे पश्यति चेत् तत्र अङ्गमाश्रित्य किमपि कार्यं नास्ति, प्रत्ययस्य स्थाने आदेशः. परन्तु अदभ्यस्तात् इति पश्यति चेत् आत्मनेपदेषु वनतः इति पश्यति चेत् सर्वत्र अङ्गमाश्रित्य एव कार्यम्, अङ्गम् अदन्तमस्ति चेदेव अदभ्यस्तात् इत्यनेन कार्यं भवति, अप्त् इति आदेशः भवति. अतः तत्र अङ्गस्य इति अधिकारे स्थापितमस्ति अनुवृत्तिवशात्. समीचीनं भगिनि. एतत् सर्वं पुनः पठामः खलु भगिनि? इदानीं यत्किमपि पठितवन्तः एतत् सर्वं स्वीकृत्य प्रत्येकं गणे कथं भवति इति पठामः तत्र पुनः सिद्धप्रत्ययः सिद्धप्रत्ययस्य विषये चिन्तनं न कुर्मः परन्तु सिद्धप्रत्ययान् स्वीकृत्य प्रत्येकं गणे कथं भवति इति पश्यामः तत्र एतेषां सूत्राणां पुनः रिविजिटिङ्ग् भवति खलु चिन्तनं कुर्मः स्मरणं कुर्मः परन्तु अत्र अस्मिन् करपत्रे अधोभागे पश्यतु एकं चित्रमस्ति बहु सम्यक् अस्ति अत्र सर्वं तत्र झटिति वयं द्रष्टुं शक्नुमः लट्लकारे किमपि नास्ति वयं जानीमः एव लट्लकारे क्लेशः एव नास्ति परन्तु लोट्लकारे पश्यति चेत् तत्र सर्वं सम्पूर्णतया चित्ररूपेण स्थापितमस्ति बहु सम्यक् अस्ति पुनस्मरणार्थम् एकवारं पश्यन्तु मूलप्रत्ययाः के तत्र आदेशाः के कुत्र भवन्ति तत्र कानि सूत्राणि प्रसक्तानि कस्य कार्यं सर्वम् उक्तम् अपि च तत्र अर्थः अपि स्थापितः सरलरूपेण अर्थः अपि स्थापितः अतः एकवारं पश्यन्तु कुत्र स्थापितं चित्र तत्र करपत्रस्य अधोभागे चित्रस्य अधोभागे इति उक्तं वा मया करपत्रस्य अधोभागे अत्र अस्माकं श्रीराममहोदयेन कृतम् एतत् सर्वं समीचीनमस्ति अस्माकं गणे अस्ति वा अस्माकं नास्ति तत्र बुधवासरस्य बुधवासरगणे बुधवासरस्य गणे तत्र यत्किमपि टूल् सः उपयोगं कृत्वा बहु सम्यक् अस्ति तत्र उत्तमरीत्या दर्शितवान् उत्तमरीत्या दर्शितवान् सौलभ्यं सुलभः आम् आम् अस्तु तर्हि इदानीं समयः अतीतः कोऽपि प्रश्नः नास्ति चेत् अत्र विरमामः धन्यवादः नमस्कारः धन्यवादः धन्यवादः